गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् यथार्थज्ञानस्य त्रयः भेदाः सन्ति इति अधीतं तत्र संशयः विपर्ययः तर्कः अत्र तर्कः इत्यत्र स्मः तर्ककारणानि इति पाठः आरब्धः गते वर्गे तत्र क्षणप्रक्रिया कथं भवति इति चेत् अत्र त्रीणि कारणानि उक्तानि प्रथमं तु पर्वतः धूमवान् इति ज्ञानं तदनन्तरं धूम अभावव्याप्य वह्निः अभाववान् पर्वतः इति द्वितीयं पर्वतः धूम अभाववान् इति इच्छा अपि जायेत इति एते विषयाः गते वर्गे अधीताः एतेषां त्रयाणां कारणत्वे निश्चिते धूम अभाववत्ता निश्चयरूपः यः तर्कः कार्यं तदुत्पत्तेः पूर्वक्षणे त्रयाणां स्थितिः सम्पाद्या अन्यथा कारणत्वं न स्यात् कारणानि कार्याधिकरणे भवेयुः कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेयुः अपि च सर्वदा भवेयुः इति तिस्रः निकषाः अस्माभिः अधीताः ताः निकषाः एव अत्र प्रयुज्यते तर्हि अत्रापि आपाद्यव्यतिरेकनिश्चयः इति एकः आपाद्य आपादतयोः व्याप्तिश्चयः इति द्वितीयः इच्छा इति तृतीयः अस्तु तर्हि अग्रे गच्छेम तदनन्तरं पुनर्चिन्तनम् आरम्भतः स्वचिन्तनं कुर्मः अस्तु सति मम भगिनी भवतीव आरम्भं करोतु अन्यश्च अस्ति अन्यश्च अस्ति आत्मविषयगुणानां विशेषः ते सर्वे अपि आत्मविशेषगुणानां विशेषः अस्तु अग्रे ते सर्वे अपि दिक्षणावस्थि अवस्थायिनः दिक्षणावस्थायिनः उत्पत्तिः आद्यक्षणे द्वितीयक्षणे स्थितिः नाशः च तृतीयक्षणे ज्ञानं कथम् इति ज्ञानादिकं हि यस्मिन् क्षणे उत्पद्यते ततः तृतीयक्षणे अवश्यं नश्यति ततः च आद्यक्षणे धूमवत्ता निश्चयः आपाद्यव्यतिरेकनिश्चयः द्वितीयक्षणे वह्नि अभाव धूम अभावव्याप्य इति व्याप्तिनिश्चयः तृतीयक्षणे पर्वते धूमवत्ता धूमाभावज्ञान मे भूयात् इति इच्छा चतुर्थक्षणे धूमाभावज्ञानरूपतर्कः इति तर्कः इति क्षणप्रक्रियया तृतीयक्षणे धूमज्ञानस्य नाशः भवेत् दर्शितरीत्या तस्य दिक्षणावस्थायितत्वात् ततः च तर्कोत्पत्तेः पूर्वक्षणे धूमज्ञानस्य असत्त्वेन तस्य तर्कप्रतिकारणत्वं न घटेत अतः तर्कोत्पत्तेः पूर्वक्षणे त्रयाणां समवधानाय उक्तसमूहालम्बनं स्वीकृतं तेन इच्छोत्पत्तिकाले समूहालम्बनज्ञानस्य स्थित्वात् तर्कसामग्री सम्पत्तिरव्याहदा इति दिक् आरम्भतः पङ्क्तिशः वदतु भगिनि. अन्यश्च आत्मविशेषगुणानां विशेषः. आत्मविशेषगुणानाम् इत्युक्ते ज्ञान इच्छाकृतीनां विशेषः इति. सत्यं. ते सर्वे अपि द्वितीयक्षणावस्थायिनः. न, द्वितीय इति नास्ति. द्विक्षण क्षणद्वयम् एव वर्तते इति. हा, ते सर्वे क्षणद्वयमेव वर्तन्ते. वर्तन्ते प्रथमक्षणे ज्ञानस्य. तत्र कति विशेष आत्मगुणाः सन्ति? त्रयः आत्मगुणाः षट् सन्ति, परन्तु ज्ञान इच्छाकृति विशेषगुणाः इति. धर्माधर्मसंस्कारः अपि आत्मनि वर्तते खलु. उत्तरं भगिनी, कति आत्मविशेष आत्मगुणाः सन्ति इति प्रश्नस्य उत्तरं किम्? त्रयः. तिस्रः. त्रयः एव गुणाः वा विशेषात्मगुणाः वा? षट् गुणाः. षट् आत्मगुणाः षट् सन्ति. षडेव वा? तदेव वयं पठितवन्तः. अस्तु, प्रथमं षड् गुणाः के इति वदतु. ज्ञानम् इच्छा कृति धर्म अधर्मसंस्काराः. सुखदुःख द्वेषः कुत्र जायते? आत्मगुणाः. तदेव अस्ति सुखदुःख. तर्हि पुनः प्रश्नं पृच्छामि, कति आत्मगुणाः सन्ति? नव आत्मगुणाः सन्ति. हा, त्रयः इति न, षडपि न, नव. नव. अस्तु, तेषु द्विक्षण अवस्थायिनः के इति चिन्तयतु. तेषु ज्ञानं द्विक्षणमेव तिष्ठति. इच्छा यदा उत्पद्यते नश्यति. ज्ञानम् इच्छाकृतिः. ज्ञानं यदा उत्पद्यते ततः इच्छा. ज्ञानम् इच्छा कृतिः, एते त्रयः द्विक्षणम् एव तिष्ठति. ज्ञानं ततः इच्छा, इच्छा कृतिः, तदनन्तरं ज्ञानं नश्यति. हरि ओम्. न श्रूयते वा महोदय? इदानीं वदतु भगिनि, मया न श्रुतं. ज्ञानेन इच्छा जायते, इच्छया कृतिः, तदनन्तरं ज्ञानं नश्यति. यदा कृति जायते तदनन्तरं ज्ञानं नश्यति इति वा, नो चेत् यदा इच्छा जायते तदनन्तरं ज्ञानं नश्यति इति वा? यदा इच्छा जायते तदा ज्ञानं नश्यति, यदा कृतिः जायते तदा इच्छा नश्यति इति न वक्तव्यम्. इतोपि किञ्चित् चिन्तयित्वा वदतु. यदा इच्छा जायते तदा ज्ञानं नश्यति चेत् इदानीम् अयं घटः इति ज्ञानं मया प्राप्तम्. तदनन्तरं घटविषयके इच्छा न जाता मयि. तर्हि तावत्पर्यन्तं ज्ञानं तिष्ठति किम्? न तिष्ठति. तर्हि किं वक्तव्यम्? घटविषयकज्ञानं संस्काररूपेण आत्मनि तिष्ठति, ज्ञानं नश्यति इति द्वितीयक्षणम्. क्रमेण वदतु, द्वितीयक्षणे किं जायते? द्वितीयक्षणम् इति. द्वितीयक्षणे संस्कारः उत्पद्यते. अस्तु, एवं वदतु. हा, तर्हि प्रथमक्षणे ज्ञानं जायते, द्वितीयक्षणे ज्ञानेन संस्कारः जायते, तृतीयक्षणे ज्ञानं नश्यति. अत्र इच्छा इति मया किमपि न उक्तं खलु? न उक्तम्. हा, किमर्थमिति चेत् यद्यपि ज्ञान इच्छयोः मध्ये कारणकार्यभावः अस्ति, तथापि इच्छा यदा जायते तदा एव ज्ञानं नश्यति इति वदामश्चेत् तद्दोषाय. प्रथमक्षणे ज्ञानं जायते, द्वितीयक्षणे ज्ञानेन संस्कारः उत्पद्यते, ज्ञानं तिष्ठति द्वितीयक्षणे, तृतीयक्षणे ज्ञानं नश्यति. एवम् इच्छायाः विषये चिन्तयतु. इच्छा द्वितीय प्रथमक्षणे इच्छा अस्ति, इच्छाया कृतिः प्रथमक्षणे द्वितीया अस्ति वा? प्रथमक्षणे नास्ति, यदा इच्छा जायते तदनन्तरं द्वितीयक्षणे इच्छा अस्ति. विषये वदतु. इच्छा द्वितीयक्षणे इच्छा अस्ति, प्रथमक्षणे ज्ञानमस्ति, ज्ञानेन इच्छा जायते, द्वितीयक्षणे इच्छा अस्ति. महोदय श्रूयते खलु? श्रूयते भगिनि, बट् द वे यु से इट् ऐ एम् जस्ट् नाट् यु आर् सेयिङ्ग् टु मेनि थिङ्ग्स्. प्रथमक्षणे ज्ञानमस्ति, इच्छा जायते, ज्ञानेन इच्छा जायते खलु. तर्हि प्रथमक्षणे किं भवति इच्छायाः विषये वदतु. ज्ञानस्य विषये न चिन्तनीयम् इदानीम् इति वा? अहं वदामि चेत् ज्ञानस्य विषये न चिन्तनीयं वा इति. महोदय, ज्ञानं विना इच्छा न जायते इति कृत्वा किमर्थं ज्ञानस्य विषये चिन्तनम्? इदानीं केवलम् इच्छायाः विषये चिन्तयतु. इच्छा प्रथमक्षणे इच्छा जायते, द्वितीयक्षणे इच्छा नश्यति, संस्कारं तिष्ठति, संस्कारः. ओ मै गाड्, इच्छाया अपि संस्कारं जनयति खलु इति इदानीं भवती वदति. चिन्तयित्वा वदति वा एवमेव वदति वा? यतोहि अहं तादृशं चिन्तितवती, इच्छा विना पुनः पुनः तादृशं कार्यं न कर्तुं शक्यते इति. ज्ञानं क्षम्यतां, ज्ञानस्य द्वारा कर्तुं शक्यते. क्षम्यतां, इच्छा नश्यति. यु हाव् टु स्टिक् टु दि सब्जेक्ट्. यु आर् सेयिङ्ग् सो मेनि थिङ्ग्स् इन् बिट्वीन्. केवलं कृपया इच्छायाः विषये चिन्तयतु प्रथमक्षणे. अस्तु, अहमेव वदामि. प्रथमक्षणे इच्छा जायते, द्वितीयक्षणे इच्छा तिष्ठति, तृतीयक्षणे इच्छा नश्यति, तावदेव वक्तव्यम्. यु आर् सेयिङ्ग् सो मेनि अदर् थिङ्ग्स्. अस्तु, इदानीं कृतेः विषये चिन्तयतु. प्रथमक्षणे कृतिः उत्पद्यते, द्वितीयक्षणे कृतिः तिष्ठति, तृतीयक्षणे नश्यति. तावदेव वक्तव्यम्. इदानीम् आत्मविशेषगुणानां विशेषः कः इत्यस्मिन् विषये चिन्तनं खलु. ते सर्वे अपि द्वितीय अवस्थायिनः इति ग्रन्थकारेण यदुक्तं तस्य परिशीलनं जायमानमस्ति. अस्तु, तर्हि ज्ञान इच्छा कृतिः इत्येतेषु विषयेषु ते सर्वे अपि द्वितीय अवस्थायिनः, द्वितीयक्षण अवस्था सारि द्विक्षण अवस्थायिनः इति कृत्वा क्लेशः नास्ति. अस्तु, इदानीं रागः द्वेषः क्षम्यतां सुखदुःख द्वेषः इति एतेषु विषयेषु चिन्तयतु. ते आत्मनिष्ठगुणाः इति उक्तम्, आत्मनि वर्तते एव सर्वदा अस्ति. नव आत्मगुणः, नव विशेष नवगुणाः इति उक्तम्. ते कथं यदा विषयस्य यदा सुखम् अनुभूयते तदा सुखम् इति आत्मगुणाः इति वक्तव्यं वा? अहं न अवगच्छामि प्रश्नः. नो, सी, वि आर् ओन्ली थिङ्किङ्ग् अबौट् there are nine atmagunas. We are talking about whether all of them are dvikshana avasthayinaha va na va iti chintanam. Why is it so difficult? सुख दुःख देश दुच्छन अवस्थायिनः न इति भवति. सुखं यदा उत्पद्यते यावत्पर्यन्तम् अहं सुखम् अनुभवामि तावत्पर्यन्तं सुखं तिष्ठति. अस्तु, तर्हि अत्र सुखस्य उत्पादनं कथं जायते, तस्य नाशः कथं भवति इत्यत्र अस्माभिः न अधीतम् इति कृत्वा सुखदुःखद्वेषविषये ते द्विक्षण अवस्थायिनः वा न वा इति न वक्तुं शक्यते. अस्तु, तर्हि तत्र अनन्तरं चिन्तयेम, अग्रे आयास्यति सुखदुःख इत्यादिकम्. इदानीमपि ज्ञानम् इत्यत्रैव स्मः वयम्. अस्तु, इदानीं धर्माधर्म संस्कारः इत्यत्र चिन्तयतु. धर्मः इत्युक्ते किम्? पुण्यं. हा, पुण्यं कदा जायते? सत्प्रवृत्त्या जायते. धर्मप्रवृत्ति. तर्हि पूर्वक्षणे यदि मया किमपि पुण्यकर्म कृतं तदा अग्रिमक्षणे धर्मः जायते. कियत्पर्यन्तं तिष्ठति? तस्य विनाशपर्यन्तम् इति वक्तव्यं, यतोहि कथं तस्य उपयोगः भवति इति न ज्ञातुं शक्यते खलु पुण्यस्य. न, अत्र एवं वक्तुं तत् प्रत्यक्षगोचरं नास्ति खलु. हौ लाङ्ग् विल् दिस् पर्सन् लिव्? अण्टिल् हि डैस् हि विल् लिव्. That is your answer. यावत् पर्यन्तं तस्य विनाशः न भवति तावत् पर्यन्तं तिष्ठति इति उत्तरं नास्ति. परन्तु यावत् पर्यन्तं तस्य फलं ज्ञातं तावत् पर्यन्तं तिष्ठति इति वक्तव्यम्. यावत् पर्यन्तं तस्य फलं निश्चयेन द्वितीयक्षणे तद् नश्यति इति न वक्तुं शक्यते खलु? न वक्तुं शक्यते. हा, इति See, you have to understand what is it that we are trying to examine. Atra te sarve api dvikshana avasthayinah iti vakyam uktam tasya parishilanam idanim jayamanam asti tarhi dharmah iti vishesha atma gunah dvikshana avasthayi iti nischayena na vaktum shakyate iti vadati chet paryaptam. That is all that I want you to think about. एवमेव अधर्मः, संस्कारः अपि एवमेव खलु इति कृत्वा अत्र ते सर्वे अपि द्विक्षण अवस्थायिनः इति कथम् उक्तम् इति न जाने. ऐ हेव् अ क्वश्चन् मार्क् देर् आन् दट् स्टेट्मेण्ट्. अस्तु, अग्रे. गेट् वाट् ऐ एम् डूङ्ग् हियर्? What? Please tell me, what is it? See, when you read a sentence, you have to internalize it. You have to reflect on whether you are accepting that statement or not. Jnana Ichcha Kriti Etesha Mushye, that is clear. But about other things, I'm not. Ha, kintu te sarve api uktatvat mayi eta adrishi chintanam jatam. So I'm saying this is how you should read. When you read, you think and you read, whether you accept or not what is being said there. That's all that I want to say. So te sarve api iti uktam iti krutva sarve atma guna na vishe chintanam ayam krutavanta. Ha, api cha nischayah kaha, chintanam krutva nischayah kaha. Trayaha dikshana avasthayinaha anye shat गुणाः ये सन्ति तेषां विषये इदानीं न निश्चितं कृतम्। दीक्षणा अवस्थायिनः नास्ति इति निश्चितम्। हा इति कृत्वा ते सर्वे अपि दीक्षणा अवस्थायिनः इति वाक्यं शुद्धं नास्ति इति निश्चयः। तावदेव यु हाव् टु लुक् देन् यु पुट् अ क्वश्चन् मार्क् देर्। सो वेन् यु रीड् टेक्स्ट् यु हाव् टु इण्टर्नलैज् वाट् इस् बीङ्ग् सेड् देर्। इफ् यु अक्सेप्ट् ओके, इफ् यु डोण्ट् अक्सेप्ट् यु हाव् टु पुट् अ क्वश्चन् मार्क् अण्ड् देन् विल् कम् बेक्। अस्तु अग्रे उत्पत्तिः। उत्पत्तिः आद्यक्षणे, द्वितीयक्षणे स्थितिः, नाशः च तृतीयक्षणे। अग्रे ज्ञानादिकं हि यस्मिन् क्षणे उत्पद्यते ततः तृतीयक्षणे अवश्यं नश्यति। इदानीं ज्ञानादिकम् एतद् आत्मनिष्ठगुणस्य विषये उक्तमस्ति। ज्ञानादिकम् अत्र भगिनि when you explain there is no point in saying the same ज्ञानादिकम्। ज्ञान इच्छा कर्तव्यम्। ज्ञानादिकम् इत्यनेन ज्ञानम् इच्छाकृतिः उक्तमस्ति इति वक्तव्यम्। ओन्ली देन् वी विल् अण्डर्स्टाण्ड्। करेक्ट्। अहम् ऐ एम् कमिङ्ग् टु दाट्। ओके ओके ऑलराइट्। ज्ञानादिकम् यस्मिन् क्षणे उत्पद्यते ततः तृतीयक्षणे अवश्यं नश्यति। ज्ञानम् इच्छाकृति ते सर्वे तृतीयक्षणे अवश्यं नश्यति इति। ततः च आद्यक्षणे धूमवत्ता निश्चयः आद्य आपाद्यव्यतिरेकनिश्चयः। प्रथमक्षणे कीदृशज्ञानमस्ति, पर्वतः धूमवान् इति ज्ञानमस्ति। तद् आपाद्यव्यतिरेकनिश्चयज्ञानमस्ति। द्वितीयक्षणे एकनिमिषम् अत्र आपाद्यव्यतिरेकनिश्चयः इत्यस्मिन् विषये किञ्चित् वदतु। आपाद्यव्यतिरेकनिश्चयः इति विशेषणमुक्तम्। आपाद्यः इत्यस्य विग्रहं वयं अर्थः वयं गतसप्ताहे पठितवन्तः। किन्तु भवती एव आसीत् खलु वर्गे, अन्ये तत्र न सन्ति इति कृत्वा तेषां कृते किञ्चित् प्रतिपादयतु। अत्र आपाद्यः नाम विरोधज्ञानम् इति वक्तुं शक्यते। यतोहि अत्र प्रतिवादिः उभय पर्वते वह्नि साक्षात् दृष्टम् पश्यति। तदापि पर्वते वह्निः धूमः, क्षम्यतां, धूमः साक्षात् पश्यति। धूमः पश्यति वा धूमं पश्यति वा? धूमं पश्यति, धूमं पश्यति, धूमं पश्यति। परन्तु तर्कः कीदृशः अस्ति, पर्वतः धूम अभाववान् इति। अतः इदानीं किं पर्वतः धूम अभाववान् इति तदेव व्यतिरेकः खलु, तदेव आपाद्यविषयः। पर्वते धूमं साक्षात् पश्यति। इदानीं वादिनी वदति पर्वतः धूम अभाववान्। वादिनी वदति वा? वादिनी एव धूम अभाववान् इति उक्तम्। वादिनी इति सप्तमी किमर्थम्? वादिः वदति, वादिः अपि नास्ति, वादी प्रतिवादी वादिन् इति प्रातिपदिकम्। वादी वदति, तस्य निराकरणं कृतं प्रतिवादिनः। प्रतिवादिना निराकृतम्। निराकृतम्, यतोहि सः पर्वते धूमं पश्यति, अतः तस्य निराकरणम् अनिष्टः इति कृत्वा स च ज्ञानम् आपाद्यः इति. धूमा पर्वतः धूमवान् इति ज्ञानमस्ति, धूम अभाववान् इति आपाद्यः. Bhagini, you have to become a lot more clearer in your explanation. I mean, the reason why I'm insisting with you is, as I kept repeatedly, your teaching, right? So the clarity has to be there. Your Sanskrit has to be clear, and your explanation also has to be very clear, because Nyaya, we are dealing with Nyaya. It is like mathematics. When you write 2 into 3, the 2 cannot be written like 3. And into cannot be written like plus. Then the equation will completely change. Atra apadhyav vyatireka nischayaha. Adhyakshane dhumavatta nischayaha. Dhumavatta kutra asti parvate. Parvate dhumavatta nischayaha asti. Kimartam? तस्य नित्यस्य आपाद्यव्यतिरेकनिश्चयः इति नाम इति चेत् आपाद्यः कः? अनिष्टः. तस्य प्रतिवादिनः, प्रतिवादी किं, प्रतिवादिनः किम् अनिष्टः? धूम अभावः अनिष्टः. धूम अभाववान् इति मा वदतु. धूम अभावः अनिष्टः. तर्हि तादृश आपाद्यस्य व्यतिरेकः, विरोधीकः धूमः, तादृशनिश्चयः, धूमवत्ता निश्चयः आद्यक्षणे इति वक्तव्यम्. अस्तु, अग्रे. द्वितीयक्षणे धूमवत्ता निश्चयः, अपाद्यनिश्चयः, आपाद्यव्यतिरेकनिश्चयः. द्वितीयक्षणे वह्नि अभावः धूम अभावव्याप्यः इति व्याप्तिनिश्चयः. द्वितीयक्षणे, प्रथमक्षणे इदानीं धूमवत्ता निश्चयः आसीत्, तदनन्तरं वह्नि अभावः इति यत् प्रतिवादिना उक्तं तस्य निरूपणार्थं धूम पर्वतः धूम अभावः, यतोहि वह्नि व्याप्यः अस्ति. पर्वतः धूम अभावः, वाक्यं समीचीनं वा? वह्नि अभाव अभाववान् इति प्रतिवादिना उक्तम्, अतः पर्वतः वह्नि अभावः चेत् धूम अभावव्या. भगिनी, अभावः चेत् नास्ति. पर्वतः वह्नि अभावः इति निश्चयः प्रतिवादिनी अस्ति, अतः तस्य निरूपणः वह्नि अभावः इति निश्चयः इति दोषाय. ऐ डोण्ट् पर्वतः वह्नि अभाववान् इति निश्चयः प्रतिवादिनी अस्ति, तस्य निरूपणार्थम् इदानीं वादी वदति. तस्य निरूपणार्थं प्रतिवादिनी निश्चयः अस्ति चेत् किमर्थं तत् वादिना निरूपणीयम्? निश्चयः अस्ति चेत् तस्य निराकरणार्थं, निरूपणार्थं नास्ति. तत् नास्ति इति भवती उक्तवती. तस्य निराकरणार्थम् इदानीं चिन्तनं जायमानम् अस्ति. वह्नि अभावः इत्यस्य व्याप्ति, वह्नि अभावः इति व्याप्यः अस्ति, अतः व्यापकः धूम अभावः इति अत्र व्याप्तिज्ञानम् उक्तमस्ति. व्याप्तिचिन् अस्ति द्वितीयक्षणे व्याप्तिज्ञानं तस्मिन्. तस्मिन् इत्युक्ते कस्मिन् वादिनी अस्ति अस्तु तस्य अभावः धूमाभावव्याप्यः इति ज्ञः अस्तु तर्हि इदानीम् अग्रे रमेश महोदय वदतु महोदय एकः प्रश्नः अस्ति किञ्चित् उच्चैः वदति वा मन्दं श्रूयते महोदय एकः प्रश्नः अस्ति हा आद्यक्षणे धूमवत्ता निश्चयः अपि आपादव्यतिरेकनिश्चयः इति द्वये निश्चयः निश्चयौ स्तः वा न एकः एव निश्चयः कः निश्चयः धूमवत्ता निश्चयः किन्तु कीदृशनिश्चयः सः इति चेत् आपाद्यव्यतिरेकनिश्चयः इति तस्य नाम ओके हा बुद्धं महोदय किमर्थम् आपाद्यव्यतिरेकनिश्चयः इति तस्य नाम इति चेत् प्रतिवादिनः यः अनिष्टः अस्ति तादृश अनिष्टः आपाद्यः भवति प्रतिवादिनः अनिष्टः कः इति चेत् धूम अभावः अनिष्टः अस्ति किमर्थं धूम अभावः अनिष्टः अस्ति इति चेत् धूम अभावः व्याप्यः व्यापकः अस्ति तर्हि तत्र वादी पृच्छति खलु यदि यदि पर्वते वह्नि अभावः स्यात् तर्हि धूम अभावः अपि स्यात् इति वादी वदति किन्तु तद् अनिष्टः अस्ति इत्युक्ते धूम अभावः अपि स्यात् इति वादिना यदि उक्तं तद् अनिष्टः अस्ति इति कृत्वा धूम अभावः आपाद्यः अस्ति आपाद्यस्य व्यतिरेकः कः इति चेत् धूमः अतः धूमभावः तर्हि आद्यक्षणे धूमवत्ता निश्चयः आपाद्यव्यतिरेकनिश्चयः भवेत् कारणत्वेन अत्र कस्मिन् विषये चिन्तनमिति चेत् त्रीणि कारणानि सन्ति तर्कस्य उत्पादनार्थं तर्हि आद्यक्षणे धूमवत्ता निश्चयः आपाद्यव्यतिरेकनिश्चयः अस्ति कः निश्चयः पर्वतः धूमवान् इति निश्चयः अस्तु द्वितीयक्षणे वह्नि अभावः धूम अभावव्याप्यः इति व्याप्तिनिश्चयः तदपि भवेत् स्मरणमस्ति संस्कारः अस्ति तेन स्मरणात्मकं ज्ञानं जायते द्वितीयक्षणे वह्नि अभावः धूम अभावव्याप्यः इति व्याप्तिनिश्चयः इदानीं तृतीयक्षणे महोदय म्यूट् मध्ये अस्ति आम् महोदय तृतीयक्षणे पर्वतः तृतीयक्षणे पर्वते धूम अभावज्ञानं मे भूयात् इति इच्छा भवति न न धूम अभाव सत्यं धूम अभावज्ञानं सत्यं हा तृतीयक्षणे पर्वते धूम अभाव इति ज्ञानं धूम अभाववान् दून अभाववान् इति ज्ञानं मे भूयात् इति इच्छा सत्यम् इति इच्छा हा चतुर्थक्षणे चतुर्थक्षणे धूम अभावज्ञानरूपः तर्कः भवेत् भवति आत्मनि इति हा वादिनः आत्मनि धूम पर्वतः धूम अभाववान् इति तर्कः तर्कस्य आकारः तदेव खलु तर्हि पर्वतः धूम अभाववान् इति तर्कः जायते वादिनि अस्तु अग्रे इति क्षणप्रक्रियायां तृतीयक्षणे धूमज्ञानस्य नाशः भवेत् यत् प्रथमक्षणे धूमवत्ता निश्चयः आसीत् तत् तृतीयक्षणे यदा इच्छा जायते तस्य नाशः भवति इति वा भवेत् इति भवेत् इति इत्युक्ते यदि पर्वतः धूमवान् इति ज्ञानमस्ति तावत्पर्यन्तं पर्वतः धूम अभाववान् इति तर्कः न जायते खलु विरोधः अस्ति इति कृत्वा तृतीयक्षणे पर्वतः धूमवान् इति यज्ज्ञानं पूर्वम् आसीत् प्रथमक्षणे तस्य नाशः अङ्गीकर्तव्यः तदा एव चतुर्थक्षणे पर्वतः धूम अभाववान् इति ज्ञानं वादिनी जायेत अस्तु अग्रे तर्हि दर्शितरीत्या तस्य द्विक्षण द्विक्षणावस्था इत्वात् तर्हि यद् धूमः इति पर्वतः इति धूमवान् पर्वतः इति ज्ञानं द्विक्षणमेव तिष्ठति इति कृत्वा तृतीयक्षणे तस्य नाशः वदामश्चेत् क्लेशः नास्ति इति उक्तं दर्शिरीत्या तस्य द्विक्षण अवस्थायित्वात् तृतीयक्षणे पर्वतः धूम पर्वतः धूमवान् इति प्रथमक्षणे यज्ज्ञानं जातं तस्य नाशः तृतीयक्षणे अङ्गीकुर्मश्चेत् क्लेशः नास्ति किमर्थम् ज्ञानं द्विक्षण अवस्थायी अस्ति इति कृत्वा तर्हि अस्तु अग्रे पूर्वं यदुक्तं ज्ञानः ज्ञानं क्षणिकम् अस्ति तद् समीचीनं न वा द्विक्षणिकम् अस्ति इति वा हा तदेव तदेव हेतुः इदानीमपि तत् समीचीनं तर्हि प्रथमक्षणे किं ज्ञानमस्ति अहमेव वादी इति चिन्तयतु मयि प्रथमक्षणे किं ज्ञानमस्ति पर्वतः धूमवान् द्वितीयक्षणे किं ज्ञानं जायते वह्नि अभावः धूम अभावव्याप्यः इति व्याप्तिज्ञानं व्याप्तिनिश्चयः जायते तृतीयक्षणे किं जायते पर्वते धूम अभावम् अभावज्ञानं मे भूयात् इति जायते यस्मिन् क्षणे तृतीयक्षणे तस्मिन्नेव क्षणे पर्वतः धूमवान् इति ना इति ज्ञानस्य नाशः अपि भवति इति कृत्वा चतुर्थक्षणे पर्वतः धूम अभाववान् इति तर्कः मयि जातुम् अर्हति यदि ज्ञानं द्विक्षण अवस्थायी नास्ति तर्हि चतुर्थक्षणे यद्यपि तृतीयक्षणे इच्छापि अस्ति अत्र ज्ञानमपि अस्ति व्याप्तिज्ञानमपि अस्ति सर्वमस्ति चतुर्थक्षणे पर्वतः धूम अभाववान् इति तर्कः न जातुमर्हति यावत्पर्यन्तं पर्वतः धूमवान् इति ज्ञानमस्ति तावत्पर्यन्तं पर्वतः धूम अभाववान् इति तर्कः न जातुमर्हति इति कृत्वा तृतीयक्षणे तस्य नाशः अङ्गीकर्तव्यः तद् अङ्गीकर्तुं शक्यते एव ज्ञानस्य द्वितीय द्विक्षण अवस्थायित्वात् इति हेतुः अस्तु अग्रे ततः च तर्क उत्पत्तेः पूर्वक्षणे धूमज्ञानस्य असत्त्वेन तस्य तर्कप्रतिकारणत्वं न घटेत् तर्क उत्पत्तेः पूर्वक्षणे धूमज्ञानस्य असत्त्वेन धूमज्ञानः नास्ति धूमज्ञानः नास्ति पूर्वक्षणे तत् समीचीनम् असत्त्वेन धूमज्ञानस्य असत्त्वे इत्युक्ते तस्य धूमज्ञानं नास्ति इत्यतः तस्य धूमज्ञानस्य धूमज्ञानस्य तर्कं प्रति कारणत्वं न घटेत् तर्हि धूमज्ञान तर्कं प्रति ज्ञानं तर्कं प्रति कारणत्वं न घटेत् कारणं नास्ति अभवत् खलु इति कृत्वा अभवत् तर्हि तस्य कारणत्वं न भवति हा पूर्वक्षणे कारणं कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् खलु यद्यपि अत्र पर्वतः धूमवान् इति ज्ञानं कारणम् इति उक्तं, किन्तु तर्कोत्पत्तेः पूर्वक्षणे तस्य नाशः अङ्गीकृतः जायते एव इति कृत्वा तं प्रति तर्कं प्रति तस्य कारणत्वं न सङ्गच्छते न घटेत इति उक्तम्। अस्तु अग्रे। अतः तर्कोत्पत्तेः पूर्वक्षणे त्रयाणां समवाधानाय समवधानाय त्रयाणां समवधानाय उक्तसमूहालम्बनं स्वीकृतम्। तर्हि यत् कारणं वयं वक्तुम् आरम्भं कृतवन्तः तद् न समीचीनम् इति वा? अतः तर्कोत्पत्तेः पूर्वक्षणे त्रयाणां समवाधानाय त्रयाणां त्रयाणां किम् इति न उक्तम्। अत्र पूर्वस्मिन् पुटे 336 इत्यत्र उपरि प्रथमवाक्ये तृतीयः बिन्दुः कः? तर्ककारणानि इति वा? यत् न तस्मादुपरि प्रथमवाक्ये प्रथमपङ्क्तौ अस्ति खलु पर्वतः ततः पर्वतः धूमवान् इति तर्कः इति इच्छा द्वितीयक्षणे पर्वतः वह्नि अभाववान् इति तद् तस्मिन् परिच्छेदे अस्ति वा महोदय? न अत्र 336 पेज् प्रथमपङ्क्तौ तृतीयबिन्दुः अस्ति खलु त्रि इति पर्वतः वह्नि अभाववान् धूमवान् च वह्नि अभावः धूम अभाव व्याप्यः इति आंशिक आहार्यम् आंशिक आहार्यं तृतीयक्षणे पर्वतः वह्नि अभाववान् धूमवान् च वह्नि अभावः धूम अभावव्याप्यः आंशिक आहर्णिं तृतीयक्षणे इति समूहालम्बनज्ञानस्य आकारः खलु पर्वतः वह्नि अभाववान् धूमवान् च वह्नि अभावः धूम अभावव्याप्यः इति बहवः विषयाः सन्ति अस्मिन् ज्ञाने। अत्र कः क्लेशः अत्र अत्र चिन्तनं कस्मिन् विषये इति चेत् किमर्थम् एतादृशसमूह आरम्भनज्ञानं तृतीयक्षणे उक्तम् इति प्रश्नः। पर्वतः धूमवान् इति ज्ञानं विना पर्वतः धूम अभाववान् इति तर्कः न जायते। किमर्थं? तत्र आपाद्यव्यतिरेकनिश्चयः कारणमस्ति। आपाद्यः कः? धूम अभावः। आपाद्यव्यतिरेकः कः? धूमभावः अथवा धूमः। तर्हि पर्वतः धूमवान् इति निश्चयः कारणमस्ति, किन्तु तृतीयक्षणे तद् नश्यति। अपि च यावत्पर्यन्तं धूमपर्वतः धूमवान् इति ज्ञानमस्ति तावत्पर्यन्तं पर्वतः धूम अभाववान् इति निश्चयः न जायते। तर्हि तस्य नाशः अङ्गीकर्तव्यः, किन्तु पूर्वक्षणे तद् नष्टमस्ति इति कृत्वा अपि च अस्माकं निकषा का? कार्याधिकरणे कारणं पूर्वक्षणे भवेत् इति। तर्हि पूर्वक्षणात् पूर्वमेव नष्टं जातम् इति कृत्वा तस्मिन् कारणत्वं न निरूपयितुं शक्यते इति प्रश्नः इति कृत्वा तृतीयक्षणे एतादृशसमूह आलम्बनज्ञानं कल्पितम्। तेन पूर्वक्षणे पर्वतः धूमवान् इति ज्ञानमपि अस्ति, किन्तु अतः कारणत्वमपि वक्तुं शक्यते। अपि च पर्वतः धूमवान् इति ज्ञानस्य अस्तित्वं नास्ति, तस्य नाशः अपि च अस्तित्वम् उभयमपि अङ्गीकर्तुं शक्यते समूहालम्बनज्ञानेन। इति अत्र प्रतिपादनम्। अतः तर्कोत्पत्तेः पूर्वक्षणे त्रयाणां समवधानाय त्रीणि कारणानि भवेयुः, येषु कारणेषु पर्वतः धूमवान् इति ज्ञाने कारणत्वम् अस्ति। तत् कारणं नष्टं जातं चेत् कथं वा तस्मिन् कारणत्वं निरूपयितुं शक्यते इति प्रश्नः। तर्हि तत्र कारणत्वं कथञ्चित् प्रतिपादनीयम् इति कृत्वा समूहालङ्घनः एतादृशसमूहालम्बनज्ञानं स्वीकृतम् तेन। अग्रे वदतु महोदय। तेन इच्छोत्पत्तिकाले समूहालम्बनज्ञानस्य स्थितत्वात् तर्कसामग्रीसम्पत्तिः अव्यवहता इति दिक्। तत्तेन इच्छोत्पत्तिकाले यदा इच्छोत्पत्ति भवति तदा समूहालम्बनज्ञानस्य स्थित्वा समूहालम्बनज्ञानम् अस्ति आत्मनि इति कृत्वा तर्कसामग्रीसम्पत्तिः, तर्हि यद् तर्कसामग्री यद्यत् तर्ककारणमस्ति तेषु अव्यवहता ते सर्वे सन्ति इति समीचीनम् इति वा? सत्यम् इति कृत्वा तत् पर्याप्तम् इति वदति। इत्युक्ते समूहालम्बनज्ञानमस्ति इत्यत्र वैशिष्ट्यं नास्ति। समूह आलम्बनज्ञाने त्रयः विषयाः सन्ति, विषयद्वयमस्ति। एकः तु पर्वतः तत्र वन्य अभावः धूम अभावः व्याप्यः इति व्याप्तिज्ञानम्, अपि च पर्वतः वह्नि अभाववान् धूमवान् च इति ज्ञानम्। यस्मिन् ज्ञाने पर्वतः धूमवान्, यस्मिन् समूहालम्बनज्ञाने पर्वतः धूमवान् इति अंशः अस्ति इति कृत्वा तस्मिन् कारणत्वं वक्तुं शक्यते। नो चेत् अत्र पूर्वक्षणे पर्वतः धूमवान् इति ज्ञानं नष्टं जातम् इति कृत्वा तस्मिन् कारणत्वं न कल्पयितुं शक्यते इति अत्र केनापि आक्षेपः कृतः इति कृत्वा अत्र एतादृशसमाधानं कृतं। किमर्थम् एतादृशसमूहालम्बनज्ञानम् अङ्गीकर्तव्यम् इति चेत् एतदर्थं कारणत्वं पर्वतः धूमवान् इति ज्ञाने कारणत्वं कल्पनीयमस्ति। यदि न कल्पयामः तर्हि तत्र आपाद्य आपादकसम्बन्धः तयोः मध्ये न भवति। व्याप्य आरोपेण व्यापक आरोपः तर्कः इति सङ्ग्रहोक्ति, सङ्ग्रहकारेण तर्कः नाम किम्? व्याप्य आरोपेण व्यापक आरोपकः तर्कः, आरोपः तर्कः इति लक्षणं कृतम्। तस्य लक्षणसमन्वयार्थम् एतादृशदक्षिणप्राणायामं करणीयम्। वि आर् टेकिङ्ग् आल् दिस् रौण्ड् अबौट् वे टु जस्ट् जस्टिफै दिस् लक्षण विच् इस् बिन् गिवन् बै दि तर्कसङ्ग्रहकार। व्याप्य आरोपेण व्यापक आरोपः तर्कः। तर्हि अत्र व्याप्यः कः? वह्नि अभावः। व्यापकः कः? धूम अभावः। व्याप्य आरोपेण वह्नि अभावेन धूम अभाव आरोपः एव तर्कः। तर्कस्य आकारः कः? पर्वतः वह्निः धूम अभाववान् इति। सो इन् आर्डर् टु सम्हौ जस्टिफै दि लक्षण विच् इस् बीन् डन् बै दि तर्कसङ्ग्रहकार, आल् दिस् एफर्ट् इस् बीङ्ग् टेकन् ते सेस् इति एतादृशम् अवगच्छामश्चेत् पर्याप्तम् इति दिक्। तावद्वदामि चेत् पर्याप्तम् इत्युक्ते पर्वतः धूमवान् इति ज्ञाने कारणत्वं कल्पितं, यद्यपि तद्ज्ञानं तृतीयक्षणे कार्योत्पत्तेः पूर्वक्षणे नास्ति, तथापि तत्र कारणत्वं कल्पितमेव इति। अत्र पूर्वमपि अस्माभिः अस्मिन् विषये चिन्तितम् किम् इति चेत्, घट उत्पादनार्थं कारणानि कानि इत्यत्र दण्डः, तेन जायमानचक्रभ्रमणं, तेन जायमान किं कपालसंयोगः, इति एतत् सर्वम् इति एतेषु सर्वेषु कारणत्वं कल्पितं घट उत्पत्तिं प्रति. किन्तु तत्र प्रश्नः आगतः, यदि इदानीं प्रथमक्षणे दण्डः अस्ति, द्वितीयक्षणे दण्डेन चक्रभ्रमणं मया क्रियते, तृतीयक्षणे तत्र संयोगः जायते, किन्तु तस्मिन् क्षणे यदि दण्डः नष्टः जातः तर्हि चतुर्थक्षणे जायमान घट उत्पत्तेन किमपि वक्तुमिच्छति वा महोदय? अस्तु, अत्र अत्र प्रतिध्वनिः आगच्छति इति कृत्वा मया पृष्टम्. अस्तु, तर्हि प्रथमक्षणे दण्डः अस्ति, द्वितीयक्षणे दण्डेन चक्रभ्रमणं क्रियते, तृतीयक्षणे चक्रभ्रमणेन कपालद्वयसंयोगः जायते, चतुर्थक्षणे घट उत्पत्तिः. इदानीं चिन्तयतु, तृतीयक्षणे यदि दण्डस्य नाशः जातः तर्हि घटोत्पत्तेः पूर्वक्षणे दण्डः नास्ति, तर्हि कथं वा दण्डे कारणत्वं कल्पयितुं शक्यते इति चेत्, तत्र दण्डेन यत् चक्रभ्रमणं जातं तस्य व्यापार इति नाम, व्यापार इति नाम. व्यापारस्य लक्षणं किं? तज्जन्यत्वे तति तज्जन्यजनकत्वम्. एतत् सर्वम् अस्माभिः अधीतं, केवलं पुनस्मारणाय अहं वदन्नस्मि. तज्जन्यत्वे सति तज्जन्यजनकत्वं, दण्डजन्यत्वे सति दण्डजन्यजनकत्वं. किं प्रति? कपालसंयोगं प्रति तस्य जनकत्वमस्ति इति कृत्वा चक्रभ्रमणम् इति व्यापारः. तर्हि व्यापारः पूर्वक्षणे अस्ति इति कृत्वा परम्परया यद्यपि दण्डः नष्टः जातः तथापि दण्डे कारणत्वं परम्परया कल्पयितुं शक्यते इति यथा तत्र उक्तं तद्वत् अत्रापि, किन्तु अत्र व्यापारः न वक्तुं शक्यते. इत्युक्ते अत्र अस्मिन् समूह आलम्बनज्ञाने व्यापारत्वं कल्पयितुं शक्यते वा? पर्वतः धूमवान् इति अंशे जन्यत्वं, पर्वतः धूमवान् इति ज्ञानस्य जन्यत्वं, ज्ञानेन जन्यत्वं वक्तुं शक्यते, अपि च अत्र जनकत्वमपि अस्ति इति कृत्वा अत्रापि व्यापारत्वेन तत्र कल्पयितुं शक्यते इति भाति मम. किन्तु अत्र किञ्चित् भिन्नरीत्या ग्रन्थकारेण चिन्तितमस्ति. किन्तु यथा यदा यथा घट उत्पत्तेः तत्र नष्टे दण्डे अपि कारणत्वं कल्पितं, तद्वत् अत्र समूह आलम्बनज्ञानद्वारेण पर्वतः धूमवान् इति नष्टे जाते ज्ञाने कारणत्वं कल्पयितुं शक्यते इति भाति. इतोपि इत्युक्ते सम्पत्तिः अव्याहता इति दिक् इति उक्तं, तत्र साक्षात् कल्पयितुं शक्यते. दिक् इति तावदेव वक्तव्यमिति नास्ति, किन्तु सम्पूर्णरीत्या निरूपयितुं शक्यते इति जातम्. अवबुध्यते खलु रौमिष्णोदय? यदि समूहालग्नज्ञानस्य कारणं धूमवान् इति ज्ञानमस्ति, पर्वतः धूमवान् इति ज्ञानं समूहालनस्य समूहालम्बनज्ञानस्य कारणमस्ति, समूहालम्बनं तर्कस्य कारणमस्ति, तर्हि पर्वतः धूमवान् इति यद् समूहालम्बनस्य ज्ञानस्य कारणमस्ति तदपि तर्कस्य कारणं भवितुम् अर्हति इति, परम्परया तदपि कारणं भवितुम् अर्हति इति उत्तमम् इति वक्तुं शक्यते. किमर्थम् एतादृशं वक्तव्यम् इति चेत्, तृतीयक्षणे पर्वतः धूमवान् इति ज्ञानस्य नष्टा जाता खलु, नष्टं जातं, ज्ञानस्य नष्टं जातम् इति कृत्वा एवं व्यापाररूपेण तस्मिन् कारणत्वं वक्तव्यम्. कारणस्य कारणमपि कारणं भवितुम् अर्हति वा इति प्रश्नः अस्ति खलु तत्रापि. न, भवान् तु तत्र अन्यथा सिद्धत्वस्य विषये वदति. कारणस्य कारणे कारणस्य कारणम् अन्यथा सिद्धं भवति, किन्तु व्यापारस्य कारणम् अन्यथा सिद्धं नास्ति. तद् व्यापारस्य इति भेदः. प्रथमक्षणे धूमवान् इति ज्ञानं भवेत् एव, तेन एव समूहालम्बनज्ञानस्य उत्पादनं भवति इति. हा तज्जन्यत्वे सति तज्जन्यजनकत्वं कुलालपितरी कुलालपितरी कारणस्य कारणत्वमस्ति, किन्तु तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति नास्ति. कुलालस्य कुलालस्य पितरि कुलालजनकत्वमस्ति, कारणत्वमस्ति, किन्तु कुलालपिता अस्ति चेद् एव कुलालेन घटः उत्पादयितुं शक्यते इति नास्ति. इति कृत्वा कुलालस्य पिता अन्यथा सिद्धः, किन्तु दण्डः तादृशं नास्ति, अन्यथा सिद्धं नास्ति दण्डः. अस्तु अग्रे महोदय. एतावता एतावता आयासेन व्याप्यारोपणे रूपेण व्याप्य व्यापक आरोपः इति तर्कलक्षण अनुसारेण व्याख्यातम् स च तर्कः वादिनः उत्पद्यते, तेन सह प्रतिवादिनं प्रति वाक्यं प्रयुङ्क्ते. यदि पर्वतः वह्नि अभावः स्यात् धूम अभावः अपि स्यात् इति तादृशाः धूम अभावः आपद्यः प्रतिवादिनः अपि आपाद्यः आपद्यः नास्ति आपाद्यः आपाद्यः प्रतिवादिनः अपि अनिष्टः. अतः सः व्यापकं धूम अभावं न अङ्गीकरोति. तर्हि तद् व्याप्यं वह्नि अभावम् अपि न अङ्गीकरोति. सिद्धः तर्हि पर्वते वह्निः, अतः धूमवति वह्नि अभावः अस्तु इति शङ्का वह्नि निश्चयात् एव अपगता. व्यभिचारशङ्कायां निवृत्तायां मध्यस्तस्यापि व्याप्तिनिश्चयादिक्रमेण पर्वतः वह्निमान् इति अनुमितिः उदेति, तेन संशयः अपि तस्य निवर्तते इति सर्वं सुस्थम्. तर्हि व्याप्त आरोपेण व्यापक आरोपः इति यत् तर्कलक्षणम् आसीत् तस्य व्याख्यातं कृतम् उपरि इति. महान् प्रयासेन दक्षिणप्राणायामं कृत्वा महान् आयासेन तस्य लक्षण लक्षणसमन्वयः कृतः. अपि च तर्कः वादिनः एव उत्पद्यते इति दत्तमस्ति. तर्हि केवलं पुनस्मारणार्थं तर्कस्य आकारः कः? तर्कः इत्युक्ते आकारः व्याप्यारोपणेन व्याप्यारोपकः न तत्तु लक्षणं, किन्तु एतत् सर्वं विचिन्त्य इदानीं तर्कः वादिनी तर्कः जायते खलु, तर्कस्य आकारः कः इति प्रश्नः. तर्कस्य आकारः पर्वतः धूम यदि पर्वतः धूम अभावः अस्ति न आकारः पर्वतः धूम अभाववान् इति आकारः एव. सत्यम् उत्तमं, तदेव वक्तव्यम्. पर्वतः धूम अभाववान् इति तर्कः वादिनः उत्पद्यते, वादिनी उत्पद्यते. अस्तु अग्रे. तेन सः प्रतिवादिनं प्रति वाक्यं प्रयुङ्क्ते, एतादृशवाक्यं प्रयुज्यते कर्तुं शक्यते यदि पर्वते वन्य अभावः स्यात्. हा महोदय. हा सत्यम्. यदि पर्वतः वन्य अभावः स्यात् पर्वते अपि स्यात् इति. यदि पर्वते वन्य अभावः स्यात्, यदि पर्वते वन्य अभावः स्यात् तर्हि धूम अभावः अपि स्यात् इति वाक्यं प्रयुङ्क्तुं शक्यते. तस्य मनसि पर्वतः वन्य अभावः वान् इति ज्ञानम् अस्ति इदानीं. तर्हि एतादृशं ज्ञानमिति वा वदतु, तर्कः इति वदतु. इति तर्कः अस्ति इति कृत्वा तर्कः वादिना एतादृशवाक्यं वक्तुं शक्यते. तर्हि तत् श्रुत्वा तादृशधूम अभावः आपाद्यः प्रतिवादिनः अपि अनिष्टः. किमर्थम् अनिष्टः? किमर्थं चेत् सः पर्वतः वन्निमान् इति एव धूमवान् इति एव पश्यति. हा प्रत्यक्षज्ञानविरोधः अस्ति खलु इति कृत्वा स च तादृश एतद्वाक्यम् अनिष्टमस्ति. अतः सः व्यापकं धूम अभावं न अङ्गीकरोति. व्यापकं धूम अभावं, हा धूम अभावम् इति यत् व्यापकम् अस्ति तद् न अङ्गीकरोति. पर्वतः धूमवान् इति ज्ञानं तत् तस्य बाधा भवति इति कृत्वा पर्वतः धूम अभाववान् इति सः न अङ्गीकरोति. तर्हि तद् व्याप्यं वह्नि अभावम् अपि न अङ्गीकरोति. व्यापकः नास्ति चेत् व्याप्यम् अपि न भवेत्, वह्नि अभावः अपि न भवितुम् अर्हति. न अत्र किञ्चित् सावधानतया वक्तव्यं. व्यापकं नास्ति चेत् व्याप्यं नास्ति इति नास्ति. व्यापकः न वन्नि अभावः इति न धूम अभावः नास्ति. यत्र यत्र धूम अभावः नास्ति तत्र वन्नि अभावः अपि न भवितुम् अर्हति खलु. तदेव न अत्र व्याप्यः कः व्यापकः कः? धूम अभावः इति व्यापकः. हा यदि धूम अभावः नास्ति तर्हि व्याप्यः अपि न भवति खलु. हा इत्यत्र किञ्चित् चिन्तयित्वा वक्तव्यं तावदेव. इत्युक्ते यदि धूम अभावः नास्ति तर्हि निश्चयेन तत्र वन्य अभावः अपि न भवति. धूम अभावः अस्ति चेत् वह्निः भवितुमर्हति किन्तु वन्य अभावः न भवति. हा सत्यं भवता यदुक्तं यत्र, किन्तु भवता कथम् उक्तं यत्र वन्य अभावः यत्र धूम अभावः अस्ति तत्र वन्य अभावः अपि भवेदिति उक्तं वा? हा यत्र व्यापकः अस्ति तत्र व्याप्यः भवेत् इति वा? इति न वक्तव्यं खलु महोदय. तत्र व्यापकः अस्ति यत्र व्यापकः, हा ओके ओके ओके, हा एवं वक्तव्यं. हा वदतु भवानेव वदतु. यत्र वह्नि अभावः अस्ति, यत्र धूम अभावः, यत्र व्यापकः, तत्र किं वक्तव्यम्? यत्र धूम अभावः अस्ति तत्र वह्नि अभावः अपि अस्ति अपि भवेत् इति नियमः इति नियमः सत्यम् इति कृत्वा तद्व्याप्यं वन्यभावमपि न अङ्गीकरोति सिद्धः धूमाभावः प्रत्यक्षेन दृश्य धूमः प्रत्यक्षेन दृश्यते इति कृत्वा धूम अभावः न अङ्गीकरोति पर्वते धूम अभावः न अङ्गीक्रियते चेत् वन्यभावः तस्य व्याप्यः वन्यभावम् अपि न अङ्गीकरोति तर्हि किं जायते तर्हि सिद्धः पर्वते वह्निः इति सिद्धः हा सत्यम् अतः अतः धूमवति वन्यभावः अस्तु धूमवति वन्यभावः अस्तु इति शङ्का वह्निनिश्चयात् एव अपगता हा तर्हि शङ्का अपि अपगता हा अग्रे व्यभिचारशङ्कायां निवृत्तायां मध्यस्थस्यापि व्याप्तिनिश्चयाधिक्रमेण पर्वतः वर्णिमान् इति अनुमितिः उदेति तत् पूर्णतया न अभूतं व्यभिचारशङ्कायां यदि व्यभिचारशङ्कायां तत् न अभूतं इदानीं तत्र मध्यस्थः अस्ति खलु हा प्रतिवादी वादिना मध्ये यः अस्ति सः मध्यस्थः इति हा तर्हि तस्मिन् शङ्का संशयः जातः पर्वते वह्निः अस्ति वा न वा इति तर्हि तत्र पर्वते वह्निः अस्ति इति निश्चयः जातः इति कृत्वा न पर्वते वह्नि अभावः नास्ति इति व्यत्यय इति व्यभिचारः खलु पर्वते वह्नि अभावः नास्ति इति निश्चयः जातः इति कृत्वा तस्मिन् मध्यस्थे पर्वतः वह्निमान् इति अनुमितिः जातुमर्हति इदानीम् उदेति अपि तेन संशयः अपि तस्य निवर्तते मध्यस्थस्य निवर्तते इति सर्वं सुस्थम् लुक् अट् हौ बिग् दिस् होल् टापिक् इस् बिकम् अत्र एवमेव यदि मध्यस्थः यदि वादी वदति पर्वतः वह्निमान् धूमात् तच्छ्रुत्वा प्रतिवादी वदति यद्यपि पर्वतः धूमवान् तथापि वह्नि अभाववान् एव वाक्यद्वयमपि श्रुत्वा इदानीं मध्यस्थे शङ्का जाता पर्वतः वह्निमान् वा अथवा वह्नि अभाववान् वा इति प्रश्नः तत्र वादिना किमुक्तं यदि पर्वते वह्नि अभावः स्यात् तर्हि धूम अभावः अपि स्यात् इति तत् तत् श्रुत्वा वयं सर्वम् अवगन्तुं शक्नुमः किन्तु प्रक्रिया वक्तव्या चेत् मनसि किं जायते कथं वा पर्वतः धूमवान् पर्वतः वह्निमान् अपि च पर्वतः धूमवान् इति निश्चयात्मकज्ञानं यस्मिन् वादिनी अस्ति तेन वादिना कथं वा पर्वतः धूम अभाववान् पर्वतः वह्नि अभाववान् इति वाक्यं प्रयोक्तुं शक्यते इति प्रश्नः उदेति प्रतिबन्धकज्ञानानि सन्ति इति कृत्वा प्रतिबन्धकज्ञाने स्तः इति कृत्वा तर्हि तदर्थं तत्र तर्कः कल्पनीयः पर्वतः वह्नि अभाववान् इति ज्ञानं तस्मिन् कल्पनीयमस्ति तत्सर्वं कल्पयित्वा इदानीं पर्वते वह्नि अभावः स्यात् अतः धूम अभावः अपि स्यात् इति व्यादिना वक्तुं शक्यते इति निरूपितं तर्हि तत् श्रुत्वा तत्र प्रतिवादिनी ज्ञानं जायते मध्यस्थे अपि अनुमितिज्ञानं भवति इति उक्तं वस्तुतः अत्र प्रतिवादिनी किं जायते इति इत्यस्य विषयचिन्तनं नास्ति मध्यस्थे या शङ्का अस्ति तस्य निवारणं जातं तर्हि इदानीं निश्चितज्ञानं अनुमितिः जाता इति अस्तु इति तर्कनिरूपणं कृतं तर्हि इदानीं तत्र अयथार्थज्ञानस्य त्रयः भेदाः अपि अधीताः इदानीम् अग्रे गन्तव्यं तर्हि तत्र इदानीं स्मृतिः इत्यत्र विषये अत्र कथं चिन्तनं जायमानमस्ति मानचित्रं कथं द्रव्यगुणसामान्य द्रव्यगुणकर्मसामान्यविशेषसमवायाभावः सप्तपदार्थाः इत्यत्र द्रव्याणां निरूपणं कृत्वा तदनन्तरं चतुर्विंशतिगुणानां निरूपणं तत्र ज्ञानम् इति ज्ञानः द्विविधः ज्ञानं द्विविधं स्मृतिः अनुभवश्च पुनः अनुभवम् अनुभवः द्विविधः यथार्थ अनुभवम् अयथार्थ अनुभवम् इति तत्र यथार्थ अनुभवम् इत्यत्र चातुर्विध्यम् उक्तं प्रत्यक्ष अनुमान प्रत्यक्ष अनुमिति उपमिति शाब्दभेदात् यथार्थ अनुभवः चतुर्विधः तदनन्तरम् अयथार्थ अनुभवः त्रिविधः संशयः विपर्ययः तर्कः इति अनुभवस्य विषये सर्वं चिन्तितम् इदानीं स्मृतेः विषये चिन्तनम् इदानीमपि ज्ञानम् इति विशिष्ट आत्मगुणे एव अस्माकं चिन्तनं जायमानमस्ति इति मनसि भवेत् अस्तु अग्रे स्वामी महोदय पठति वा स्मृतिरपि द्विविधा आं महोदय स्मृतिरपि द्विविधा यथार्थ अयथार्था च इति प्रमाजन्य यथार्था अप्रमाजन्य अयथार्था किञ्चित् स्वशब्दैः मात्रजन्यं ज्ञानं स्मृतिः इति स्मृतिलक्षणं सम्प्रति तद् विभागम् आह यथार्थ अयथार्थ इति स्मृतिलक्षणविवरणावसरे विस्तरेण निरूपितः अयम् अर्थः अनुभवः प्रत्यक्षादिरूपः संस्कारात् संस्कारद्वारा स्मृतिं जनयति सः च अनुभवः यथार्थः अपि भवेत् अयथार्थः अपि चक्षुषा परामर्शेन शब्देन परामर्शेन चक्षुषा परामर्शेन शब्देन वा जायमानं पर्वतः वह्निमान् इति ज्ञानं भवति प्रमा तेन च संस्कारः तेन च संस्कारेण स्मृतिः जायमाना यथार्था एव तदुक्तं ग्रन्थकृता प्रमाजन्या यथार्था अस्तु अत्र सर्वं सरलमेव अस्ति खलु सरलमेव तर्हि प्रमाजन्या यथार्था यथार्था स्मृतिः इत्युक्ते किम् यद् पूर्वं प्रत्यक्षेन पर्वतः वह्निमान् इति ज्ञानम् अस्ति तत् संस्काररूपेण प्रत्यक्षेन पर्वतः वह्निमान् इति ज्ञानं वा प्रत्यक्षेन वा तर्हि परामर्शेन वा या तु शाब्देन पूर्वं ज्ञानम् अस्ति ज्ञानस्य संस्कारमपि ज्ञानस्य नास्ति ज्ञानस्य संस्कारः मनसि मनसि न आत्मनि अस्ति तत् पुनः स्मरणं भवति अत्र इतोपि समीचीनं स्पष्टतया वक्तव्यं महोदय पुनः वदतु आरम्भतः वदतु प्रमाजन्या यथार्था स्मृतिः प्रमा ज्ञानं स्मृतिज्ञानम् अस्ति पर्वतः वह्निमान् तद् प्रथमं न प्रमा किं किं वदति भवान् प्रमाजन् प्रमाज्ञानं स्मृतिज्ञानम् इति वदति वा स्मृतिः द्विविधा खलु महोदय यथार्थ अयथार्थ यथार्थ इत्युक्ते प्रमाजन्यज्ञानं अस्तु, अत्र प्रमा नाम किम्? तद्वति तत्प्रकारः प्रमा इति लक्षणं, पर्वतः वह्निमान् इति ज्ञानमेव प्रमा. हा, स च ज्ञानं कैः प्रमाणैः जायते? प्रत्यक्षं वा अनुमानं वा शाब्दं वा? उपमानेन न जायते किम्? उपमानेन, उपमानं तु उदाहरणे तु उपमानेन उपमानप्रमाणेन जायमानं ज्ञानं प्रमात्मकं वा भ्रमात्मकं वा उभयमपि नास्ति वा? उपमानमपि यदि एकं प्रमाणमस्ति चेत् तर्हि आं महोदय, प्रमा जायते. अस्ति चेदिति नास्ति, इदानीं पठितं खलु, अस्ति एव इति पठितं खलु. आं महोदय. हा, तर्हि प्रमा तद्वति तत्प्रकारकज्ञानं प्रमा, तादृशज्ञानं चतुर्भिः प्रमाणैः जायते. तर्हि तादृशप्रमा प्रमया किं जायते? संस्कारः जायते. तेन संस्कारेण यद् या स्मृतिः जायते तस्याः स्मृतेः नाम अस्ति यथार्था स्मृतिः. अस्तु, अग्रे. ह्रदे खद्योतं दीपशिखः दृष्ट्वा ह्रदो वह्निमान् इति प्रत्यक्षः. खद्योतम् इत्युक्ते किम् इति अवगच्छति किम्? फायर्फ्लै नास्ति वा महोदय? सत्यं, तदेव फायर्फ्लै. दीपशिखः तद्नहं न जा खद्योतम् इत्युक्ते ह्रदो वह्निमान् इति प्रत्यक्षः. ह्रदः वह्निव्याप्य जलवान् इति भ्रमात्मकपरामर्शात् ह्रदो वह्निमान् इति अनुमितिः. अनाप्तो अनाप्तोच्चरिता अनाप्त उच्चरितात् उच्चरितात् अनाप्तोच्चरितात् अनाप्त उच्चरितात् ह्रदो वह्निमान् इति वाक्यात् वा जायमानः शाब्दबोधः तथा इदः भवति भ्रमः. अनाप्तः तेन च भवेत् संस्कारः, तेन च जायमानं स्मरणं ह्रदो वह्निमान् इत्याकारम् अयथार्थम् एव. तदुक्तम् अप्रमाजन्या अयथार्था इति. तर्हि भ्रमस्य लक्षणं किम्? तद्वति लक्षणं भवता उक्तं. तद्वति तत्प्रकारः, तद्वति तद् अभाववती तत्प्रकारकज्ञानं. तद् अभाववति तत्प्रकारकज्ञानम् इति नास्ति, तद् अभाववती तत्प्रकारकज्ञानं भ्रम कि नालेज् भ्रमात्मकज्ञानं कैः प्रमाणैः जायते? भ्रमात्मकज्ञानं अनुमितिः अपि च उपमान. अनुमितिः इति मा वदतु, कैः प्रमाणैः जायते इति प्रश्नः. अनुमानं, अनुमानम् उपमानं शाब्दं प्रत्यक्षेण भ्रमा न जायते किम्? प्रत्यक्षेन अपि जायते महोदय. हा, तर्हि किं त्यक्तं, किमर्थं त्यक्तं? तदपि चतुर्भिः प्रमाणैः यदि भ्रमात्मकज्ञानं जायते, भ्रमात्मकज्ञानेन यदि संस्कारः भ्रमात्मकसंस्कारः जायते, तर्हि भ्रमात्मकसंस्कारेण या स्मृतिः जायते तस्य नाम अस्ति अयथार्थस्मृतिः, अयथार्था स्मृतिः इति. अस्तु अग्रे. प्रत्यक्षखण्डे सर्वव्यवहारहेतुः ज्ञानम् इति ज्ञानलक्षणम् उक्तम्. स्मृति अनुभवभेदेन तद् द्वैविध्यं प्रदर्शितम्. तयोः मध्ये स्मृतेः लक्षणम् अत्र उक्तम्. विभागस्तु अनुपदम् उक्तः. अनुपदम् विभाग महोदय अनुपदमित्युक्ते यथा मूलग्रन्थकारेण उक्तं तद्वत् अनुभवः आरम्भे अत्र प्रथमम् अनुभवः जायते, जायेत, तदनन्तरमेव संस्कारः जायते खलु. संस्कारेण एव स्मृतिः जायते. किन्तु अत्र शूचीकटाकज्ञायेन प्रथमं स्मृतिं निरूपयित्वा तदनन्तरम् अनुभवस्य निरूपणं कृतम्. किन्तु तत्र अनुभवस्य निरूपणं कृतं, तत्र तेषां तत्र तस्य अनुभवस्य वैविध्यमपि वैविध्यानाम् अनु निरूपणं कृतं. तदनन्तरं पुनः स्मृतिं प्रति आगत्य स्मृतेः वैविध्यम् उच्यते इति उक्तं तावदेव. अस्तु अग्रे. अनुभवः अपि तत्र लक्षितः. स्मृतिभिन्नं ज्ञानम् अनुभवः इति. ततः यथार्थ अयथार्थभेदेन अनुभवं भज्य यथार्थ अनुभवस्य चातुर्विध्यं तत्करणादिप्रपञ्चपुरस्परं निरूप्य द्वितीयः अयथार्थानुभवः अपि भेदेन निरूप्यः. तेन समाप्तः ज्ञानविस्तरः. सम्प्रति क्रमप्राप्तं सुखं लक्ष्यति सर्वेषाम् इति. अस्तु, तर्हि ज्ञानस्य लक्षणं किम्? ज्ञानस्य लक्षणम् झटि स्मरणेन आगच्छति भो. इदानीमेव भवता पठितं खलु अस्मिन् परिच्छेदे प्रथमपङ्क्तौ अस्ति. ओ, सर्वव्यवहारहेतुः ज्ञानलक्षणम् उक्तं सत्यं, तत्रैव. हा, प्रायः यदा भवान् पठति तत्र तावत् अवगमनं न जायते. अवगमनं I was trying to search, you are asking something, so I should remember from Smaranam. No, no. Atra asti. Aam. Sarva vivahara hetuhu jnanam. Samich. Tarhi jnanam katividam. Sarva vivahara hetuhu jnanam. Tarhi tatra sarvam. Sarva vivahara hetuhu. Ityatra vigraha vakya madhatu. सर्वव्यवहारस्य हेतुः. सर्वव्यवहारस्य हेतुः, सर्वव्यवहारहेतुः, सर्व अपि च व्यवहारः, अनयोः मध्ये विग्रहः. मेव अस्तु, आङ्ग्लभाषायां वदतु, सर्वव्यवहारहेतुः ट्रान्स्लेशन् the cause of all transactions hello cause of all transactions. the cause of yeah. all transactions अस्तु, अवबुध्यते इति चेत् पर्याप्तं, तत्र सर्वव्यवहारहेतुः इति विग्रहवाक्यं न वक्तुं शक्यते चेत् तत्र अस्माभिः बहु किमपि चिन्तितं, सर्वव्यवहारः सर्वस्य व्यवहारः इति चेत् केवलं सर्व इति पदस्य व्यवहारः यदा क्रियते तदा तादृशव्यवहारस्य हेतुः ज्ञानम् इति भवति, तादृशं न अवगन्तव्यं, सर्वस्य व्यवहारः सर्वं च तद्व्यवहारं च इति कर्मधारेः वक्तव्यः तत्र, सर्वव्यवहारः तादृशसर्वव्यवहारस्य हेतुः ज्ञानम्। अस्तु, ज्ञानस्य लक्षणम् उक्तं, तर्हि इदानीम् अनुभवस्य लक्षणं किम्? तस्मात् पूर्वं ज्ञानं कतिविधम्? स्मृतिः अनुभवः च। तर्हि अनुभवस्य लक्षणं किम्? स्मृतिभिन्नम् अनुभवम्। स्मृतिभिन्नं ज्ञानम्, स्मृतिभिन्नं ज्ञानम् अनुभवम्। स्मृतिभिन्नं ज्ञानम् अनुभवः, अस्तु, स्मृतेः लक्षणं किम्? संस्कारमात्रजन्यं ज्ञानम्। उत्तमम्, संस्कारमात्रजन्यं ज्ञानं स्मृतिः। So, unless you remember what is the Smriti's definition, you will not be able to understand. Smriti bhinnam jnanam anubhavah. Smriti bhinnam, Smriti hi ittukte ka, iti avat pariyantam smarane nasti, tavat pariyantam Smriti bhinnam kim, iti navagandam shakyate. So, you have to remember all these definitions. Uttama mahade. Samskara matra janyam jnanam Smriti hi. Tatrapi matra padasya artaha ka, kaha iti asma bhi avagandam. मनसि अस्ति किम्? न महोदय, मात्रपदस्य संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणमिति त्रीणि दलानि, यथा चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यत्र अवगतं तद्वत्। अस्तु, तर्हि एतत् सर्वं मनसि संस्थापनीयमस्ति, सर्वव्यवहारहेतुः ज्ञानं, स्मृतिभिन्नं ज्ञानम् अनुभवः, संस्कारमात्रजन्यं ज्ञानं स्मृतिः, तत्र अनुभवः द्विविधः, यथार्थ अयथार्थ, स्मृतिरपि द्विविधा, यथार्थ अयथार्थ, प्रमाजन्या स्मृतिः यथार्था स्मृतिः, अप्रमाजन्या स्मृतिः अयथार्था स्मृतिः, प्रमा नाम किम् इति चेत् तद्वती तत्प्रकारकज्ञानं प्रमा, एतदेव यथार्थज्ञानम् इति, यथार्थ अनुभवः, ज्ञानं नास्ति, यथार्थ अनुभवः इति। तर्हि यथार्थ अनुभवः कतिविधः इति चेत् प्रत्यक्ष अनुमिति उपमिति शाब्दभेदात् चतुर्विधमस्ति, चतुर्विधः अस्ति यथार्थ अनुभवः। प्रत्यक्षम् इत्युक्ते किं, मनसि अस्ति वा प्रत्यक्षस्य लक्षणं? इन्द्रियसन्निकर्षजन्यज्ञानं प्रत्यक्षं। हा, इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्, उत्तमम्। सो बेटर् टु बै हार्ट् आल् दीस् थिङ्ग्स्। सत्यं, हा, इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्, किन्तु वेदान्ते तादृशं न वदन्ति, विजस् रेड् मनः एव बहिर्गच्छति न तु इन्द्रियम् तर्हि तत्र इन्द्रियसन्निकर्षं न भवति इन्द्रियद्वारा अन्तःकरणं बहिर्गच्छति वेदान्तमतानुसारं किन्तु नैयायिकानां मतानुसारं स्वयम् इन्द्रियमेव बहिर्गच्छति यदि चक्षुरिन्द्रियमस्ति नो चेत् विषयाः इन्द्रियान् इन्द्रियाणि प्रति आगच्छन्ति बट् देर् हेस् टु बि डैरेक्ट् काण्टाक्ट् बिट्वीन् सेन्स् आब्जेक्ट्स् अण्ड् सेन्स् आर्गन्स् अकार्डिङ्ग् टु न्याय बट् अकार्डिङ्ग् टु वेदान्त दट् नीड् नाट् बि द केस् सो तत्र वेदान्तिनः न अङ्गीकुर्वन्ति न तावत् इन्द्रियजन्यत्वं प्रत्यक्षत्वम् इति तेषां मतम् किमर्थम् इति चेत् तत्र सुखदुःखादिषु अतिव्याप्तिः भवति न अव्याप्तिः भवति इति कृत्वा देन् देर् इस् अ क्वश्चिन् मनः इन्द्रियं वा न वा इति सो देर् इस् अ लाट् आफ़् डिस्कशन्स् दट् इस् हेपनिङ्ग् देर् अस्तु वै एम् सेयिङ्ग् आल् दिस् इस् बिकास् यु आर् रीडिङ्ग् वेदान्त आल्सो If you parallelly remember the definitions of Nyaya, it will be easy for you to do Tulana and understand exactly where they differ, up to which point they agree and which point they differ. You can also reflect on why do they differ, because of the metaphysics. Astu, Atrasthagena, Sarvebhyo Namaskaraha, Dhanyavadasya.